अस्तु, तर्हि गतवर्गे अस्माकम् उकारान् धातूनां विषये अस्माकं चर्चा अभवत्। तत्र ब्रूधातुः आसीत्, सुधातुः आसीत् इति सर्वम् अस्माभिः पठितम्। इदानीम् अन्तिमभागः अवशिष्टः अस्ति अजन्तधातुषु, अजन्तधातूनां विषये। तत्र अरिकारान्तधातूनाम् इदानीं पाठः अनुवर्तते। अत्र ऋकारान्तानां धातूनां कृते कार्यं कथं भवति इति वयम् इदानीं पठिष्यामः। तदनन्तरम् अद्य अदादिगणस्य अजन्तधातूनां विषये यत् कार्यमस्ति तत् समापयामः इति अस्ति, तत् इति वयं कुर्मः। तर्हि इदानीम् अरुणा महोदय अस्ति खलु? आं महोदय। हा, तर्हि तत्र आरभामहे। तत्र एकनिमिषः। हा, इदानीं पर्यन्तं कस्यापि प्रश्नः अस्ति वा? गतवर्गे किम् आसीत् इति किञ्चित् वदतु जि। आम्, तर्हि गतवर्गे अस्माकं तत्र मुख्यरूपेण तत्र दीर्घ उकारान्तानां धातूनां कार्यं कथं भवति इति अस्माभिः पठितं। तत्र प्रथमधातुः आसीत् ब्रूधातुः आसीत्, ब्रूधातुः खलु, ब्रूधातुमध्ये प्रथमकार्यमासीत् ध्रुव ईट्, ध्रुव ईट् इति कार्यमासीत्। तत्र ध्रुव ईट् इति सूत्रं किं वदति? ध्रुव ईट् इति सूत्रं वदति यत् ब्रूधातुः अस्ति चेत् हलादि पित् प्रत्ययस्य ईडागमः भवति। ब्रूधातुः अस्ति चेत् हलादि पित् प्रत्ययस्य ईडागमः भवति, विकल्पेन्न अपि तु नित्यम्। तर्हि तत्र तुरुस्तु शम्यमां सार्वधातुके इति सूत्रमासीत् खलु, तत्र तत्सूत्रं किं वदति? तु रु स्तु शं यम् इति धातुः अस्ति चेत् सार्वधातुकप्रत्यये परे हलादिप्रत्ययस्य विकल्पेन ईडागमः भवति। परन्तु भ्रुव ईट् इति सूत्रे सर्वे हलादि तिङ् प्रत्ययाना अपि तु केवलं हलादि पित् प्रत्ययः अस्ति चेत् तस्य ईडागमः भवति नित्यं, न तु विकल्पे इति आसीत्। अतः ब्रवीति, ब्रवीषि, ब्रवीमि इति भवति। तदनन्तरम् अन्य अस्ति यत् वर्तमानकाले नाम लट्लकारे प्रथमपुरुष एकवचन द्विवचन बहुवचन अपि च मध्यमपुरुष एकवचन द्विवचन तस्य कृते तत्र परस्मैपदेषु ब्रुव इति अस्ति चेत् खलु तस्य तिप्तचि सिप्तस्थ सिप्तस् इति धातु इति प्रत्ययानां स्थाने विकल्पेन किं भवति? नल् अतुस् उस् थल् अतुस् इति, नाम तिप् स्थाने नल्, तस् स्थाने अतुस्, झि स्थाने उस्, सिप् स्थाने थल्, थस्थाने अतुस् इति विकल्पेन भवति केवलं परस्मैपदी लट् लकारे, अन्यत्र न इति आसीत्। अतः लट् लकारे ब्रवीति इति एकं रूपमस्ति, अन्यरूपमस्ति आह। ब्रवीषि इति अस्ति एकं रूपम्, अन्यरूपमस्ति आथ इति सर्वम् अस्माभिः पठितम्। तदनन्तरम् अन्तिमा अस्ति सुधातुः अस्ति, भूसुवोस्पिङ्गि इति सूत्रमस्ति। तत्र किमस्ति यत् भूधातुः अस्ति अथवा सुधातुः अस्ति, तस्य साक्षात् अनन्तरं यदि सार्वधातुकतिङ्प्रत्यये अस्ति तत्र गुणकार्यं न भवति। तत्र सार्वधातुक आर्धातुकयोः इति सूत्रस्य तत्र निषेधं भवति। तर्हि अत्र अनादिगणे केवलं सुधातोः चर्चा भवति। तर्हि अत्र प्रत्ययपित् अस्ति चेदपि तत्र गुणकार्यं न भवति इति सूत्रं वदति भूसुवोस्तिङ्गि इति आसीत्। तर्हि इदानीम् अन्तिम अस्ति ऋकारान्तधातुः। ऋकारान्तधातुः एक एव धातुः अस्ति, जागृधातुः अस्ति। तर्हि तत्र जागृधातुः अस्ति अदादिगणे, तस्य कथं रूपाणि कथं भवन्ति इति वयं पश्यामः। अस्तु, तर्हि अरुणा महोदय पठतु जागृधातुः। जागृधातुः गच्छत् यादयः एकं महोदय किञ्चित् उच्चैः वदतु, अहं श्रोतुं न शक्नोमि. अधुना श्रूयते महोदय? आम्. जागृ आदयः षड् धातवः सप्तमश्च झट् इत्येषाम् अभ्यस्तसंज्ञा भवति. अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति. झष् झट् जागृ दरिद्रा चकाश् शाश् दिधि वेवि. धातोः दित्वं यदा भवति तदा मिलित्वा द्वयोः नाम अभ्यस्तम्. किन्तु अनेन सूत्रेण येषां धातूनाम् अभ्यस्तसंज्ञा भवति तीर्थं विना. षड् धातो अन्ये झि झिश्च सप्तम एते अभ्यस्तसंज्ञा स्युः इति आदिः येषां ते इत्यादयः इति शब्देन झच् परमर्शः. झच् प्रत्यान्तं प्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं द्विपदमिदं सूत्रम् उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं झट् इत्यादयः षट् अभ्यस्तम्. अत्र सूत्रमस्ति झट्चित्यादयः षट् सूत्रं वदति. अदादिगणे एक अन्तर्गणः अस्ति अत्र जागृ आदि आदि षड् धातवः झट् इति सप्तमधातवः तेषाम् अभ्यस्तसंज्ञा भवति. द्युत्तं नास्ति परन्तु अभ्यस्तसंज्ञा भवति. तर्हि अस्माकं परिचितं सूत्रमस्ति दरिद्रा इति विषये अपि अस्माभिः पठितं. दक्षित्यादयः षट् इति अस्ति. तर्हि सामान्यतया अभ्यस्तम् इत्युक्ते अत्र द्वित्वं भवति, परन्तु चक्षित्यादयः षट् इति सूत्रेण सप्तधातवः सन्ति. सप्तधातवः जक्ष जागृ दरिद्रा चकाश शास् दिधिङ् विविङ् यत्र द्वित्वं न भवति परन्तु तेषामपि अभ्यस्तसंज्ञा भवति. तर्हि अत्र जागरी अपि अभ्यस्तधातुः अस्ति. अभ्यस्तधातुः अस्ति चेत् किं कार्यं भवति, कोऽपि वक्तुं शक्नोति वा, कोऽपि स्मरति वा? प्रत्ययानां विषये किं कार्यं भवति? प्रथम स्वरः स्व भवति किम्? न, प्रत्यय धातु अभ्यस्त अस्ति चेत् प्रत्ययानां परिवर्तनं तिङ् प्रत्ययानां परिवर्तनं किं भवति इति विषये कोऽपि स्मरति वा? सम्यक्. तर्हि अदभ्यस्तात् इति सूत्रं वदति यत् अभ्यस्त अङ्गम् अस्ति चेत् तस्य अनन्तरं झ इति प्रत्ययस्य अवयवः, यत् झ इति प्रत्ययस्य अवयवः अस्ति तस्य स्थाने अत् भवति. तर्हि झोन्तः इति सूत्रस्य अपवादः इति अस्ति. तर्हि झोन्तः इति सामान्यसूत्रमस्ति. अत्र झोन्तः मध्ये झकारस्य स्थाने अन्त् भवति, अतः अन्ति अन्तु इति भवति. परन्तु अभ्यस्त अङ्गम् अस्ति चेत् झस्थाने यत् अन्ति अस्ति, झस्थाने यत् अन्त् भवति, तत् अन्त् न भवति, अपि तु अत् भवति. अतः ददाति दत्तः ददति भवति अस्ति खलु अभ्यस्त. ददातु दत्तु वदतु ददातु ददातु दत्तां दत्तु दत्तु इति भवति. दत्तु ददतु न भवति, ददन्तु न भवति, क्षम्यताम्. तर्हि अत्र अन्तु न भवति अपि तु अत् अन्त् न भवति अपि तु अत् भवति इति एकमस्ति. अन्य किमस्ति? जेर्जुषिदादेशः महोदय, त्रिजिभ्यश्च विधिभ्यश्च इति सूत्रेण. त्रिजभ्यश्च विधिभ्यश्च, सिजभ्यस्तविधिभ्यश्च इति अन्यसूत्रमस्ति. तत्र अभ्यस्त इति अस्ति खलु, अतः सजभ्यस्त इति सूत्रं वदति नित् लकारः अस्ति चेत् घित् लकारः अस्ति चेत् किं भवति घी स्थाने जुस् भवति घी जु घी स्थाने जुस् भवति इति एकमस्ति तर्हि तत्र नित् लकारः इत्युक्ते किं वदति लङ् लकारः अस्ति तत्र घी स्थाने जुस् भवति इति अस्ति तर्हि एतादृशं प्रत्ययानां परिवर्तनं भवति तर्हि प्रथमसूत्रमस्ति अदभ्यस्तात् परिचितं सूत्रमस्ति अभ्यस्तसंज्ञकधातुः उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशो भवति अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् तर्हि छोन्तः इति सूत्रस्य अपवादः विस्मृतवती पुनः स्मारयतु तदेव अदभ्यस्तात् इति अभ्यस्त अङ्गात् प्रत्ययादेः झः अत् नाम अभ्यस्त अङ्ग अस्ति चेत् तस्य अनन्तरं यदि प्रत्ययः अस्ति तत् प्रत्ययस्य आदि झकारः अस्ति चेत् झकारस्य स्थाने अत् भवति यथा झोन्तः इति सूत्रस्य किं वदति चर्चां कृतवन्तः खलु तत्र भवति अपि तदेव तत्र सूत्रमस्ति अदभ्यस्तात् अदभ्यस्तात् इति सूत्रमस्ति द्वितीयकार्यं किम् एकनिमिषम् तर्हि अदभ्यसति सूत्रं सर्वे अवगच्छन्ति वा प्रश्नः अस्ति वा कस्यापि अस्तु नास्ति चेत् द्वितीयकार्यमस्ति सिजभ्यस्तविधिभ्यश्च सिजभ्यस्तविधिभ्यश्च तर्हि सिजभ्यस्तविधिभ्यश्च इति सूत्रं किं वदति अत्र पश्यतु केवलम् अभ्यस्त इति नास्ति परन्तु सिज् अभ्यस्तविद् इति त्रिषु निमित्त सन्ति सिज् अभ्यस्तविद् तर्हि सिच् प्रत्ययः सिच् एकनिमिषः हा सिच् प्रत्ययः अस्ति चेत् अभ्यस्तधातुः अस्ति चेत् अथवा विद् धातुः अस्ति चेत् नित् लकारस्य विषये घी स्थाने जुस् भवति तर्हि झेर् जुस् इति सूत्रं वयं जानीमः खलु झेर् जुस् इति सूत्रं किं वदति न केवलं विधिलिङ्ग् अपि तु लिङ्ग्लकारे लिङ्ग्लकारे लिङ्ग्लकारे तत्रापि जी स्थाने जुस् आगच्छति तर्हि लिङ्ग्लकारे जी स्थाने जुस् भवति परन्तु इदानीं सूत्रं किं वदति न केवलं लिङ्ग्लकारे अपि तु कोऽपि नित्लकारे नाम लङ् अपि नित्लकारः अस्ति खलु तर्हि नित्लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकधातोः अथवा विद् धातोः परे जी स्थाने जुस् भवति इति अस्ति तर्हि सिज् अभ्यस्तविधिभ्यः च नितः लस्य झेः जुस् नितः लस्य झेः जुस् तर्हि स्टिच् प्रत्ययः अस्ति अपि तु अभ्यस्त अस्ति अपि तु विधि द्विधातुः अस्ति चेत् तस्य नितः लस्य इत्युक्ते किं नित् लकार यदस्ति तत् नित् लकारस्य जी स्थाने जुस् भवति इति अस्ति तर्हि जी स्थाने जुस् इत्युक्ते प्रथमपुरुष बहुवचने जी स्थाने जुस् भवति तावा उः इति प्रत्ययः भवति सामान्यतया किं कः प्रत्ययः अस्ति प्रथमपुरुष बहुवचने न तर्हि तत्र लङ्लकारे प्रत्ययः कः अस्ति अन् अस्ति खलु तर्हि अत्र अन् इति न भूत्वा उः इति भवति उः अतः दरिद्रा मध्ये अपि लङ्लकार एक प्रथमपुरुषः बहुवचने उः अस्ति न तु अन् तथैव जागृ मध्ये अपि तथैव भवति अत्र नित्लकार एव अस्ति तत्र नित्लकारे वस्तुतः लिङ्लकारः अपि आगच्छति विधिलिङ्लकारः परन्तु विधिलिङ्लकारे तु धेर्जुस् इति सूत्रेण जुस् भवति एव अतः अस्य सूत्रस्य प्रसक्तिः वस्तुतः लङ्लकारे अस्ति अत्र यतोहि लङ्लकारे अन् इति न भूत्वा उः इति भवति. तर्हि अवगच्छन्ति वा? इति अस्ति. अस्तु, तदनन्तरं एकनूतनसूत्रमस्ति इति वयं पश्यामः. एकवारं सूत्राणि पश्यामः, तदनन्तरं कार्यं कुर्मः. हा, तर्हि अदभ्यस्ता छिजभ्यस्तविधिभ्यश्च इति सूत्रं तु सूत्रे तु अस्माकं परिचितसूत्रे स्तः. अस्तु, इदानीम् अग्रे गच्छामः. अस्तु, किं कुतः अस्ति इदानीं रघुपतिमहोदय पठतु. तिङ् प्रत्यय निमित्तं कृतकार्यं. हा महोदय, तिङ्प्रत्ययनिमित्तकमङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं. हलादिपिस्सु गुणः ऋ इत्यस्य अरादेश अर् इति भवति. जागृ योगति जागर्ति इति रूपम्. अजादिपिस्सु गुणः जागृयोग आनि लोटि जागृयोग आनि जागराणि इति भवति. जागर् इति भवति अत्र जागराणि इति. हलादि अपिस्सु निति चैतेन गुणनिषेधः, अतः जागृयोगतः जागृतः. अजादि अपिस्सु निति चैतेन गुणनिषेधः, इको यनसि इत्यनेन यणादेशः, अतः जागृयोग अति जागृति इति रूपं. ध्वनिः अस्ति महोदय, बहु ध्वनिः अस्ति प्रायः. कस्य? अहं तु न शृणोमि. भवतः पायः. अस्तु, अत्र जागृति इति भवति. सामान्यचिन्तनमस्ति, अत्र किमपि विशेषं नास्ति. पित् अस्ति चेत् गुणः भवति, अपित् अस्ति चेत् गुणः न भवति. निति चेत् सूत्रेण गुणनिषेधः इति अस्ति. आगच्छन्ति वा? कुतः पठति महोदय? अत्र सिजभ्यस्तविधिभ्यश्च इति सूत्रस्य अनन्तरं चत्वारः बिन्दवः सन्ति खलु. अस्तु, तर्हि इदानीं तु किमपि नूतनं नास्ति. अधुना नूतनं कार्यम् अग्रे आगच्छति. तर्हि वयं पठामः. हा, रघुपतिमहोदय पठतु. लङ्गी विशिष्टं कार्यं. हा, एकवारं लङ्गी विशिष्टं कार्यं कार्यद्वयमस्ति. अजागृ योगत् इदानीं गुणः अर् इति भवति. अजागर् योगत् इदानीं हल् व्याघ्रो दीर्घात् सुतिश्च प्रक्तं हल् इत्यनेन प्रायः ध्वनिकारकलोपः अजागर् ध्वनिः श्रूयते वा महोदय? मम ध्वनिः अत्र अस्तु, मम समीपे सकाशे एव अस्ति. अस्तु, अजागर् श्रूयते. यदा सः वदति तदा अधिकमेव अधिका एव ध्वनि भवति. एवं वा? अजगर् अस्तु, अहं शृणोमि महोदय. अत्र किञ्चित् क्लेशः अस्ति प्रायः अत्र. इदानीं सम्यक् अस्ति. एतत् इदं बिन्दुं समापयतु. अस्तु अस्तु, अजाग्रयगत् इति अस्ति इदानीम् अत्र. पित् अस्ति अतः गुणः भवति. अजागर् योगत् इति इदानीम् अजागर्यतु त अस्ति. सकारस्य लोपः भवति. हल् ग्याभ्यो दीर्घात् सूति च प्रक्तं हल् इत्यनेन इदानीम् अजागर् इति भवति. करवासविसर्जने इत्यनेन ऋकारस्य स्थाने विसर्गः भवति. अजगः इति भवति. इदानीम् अत्र परे मध्यपुरुषे अजागृयोगस् इति अस्ति. अत्रापि अजागर् इति गुणः भवति. इदानीं सकारस्य लोपः. हल् ग्याभ्यो दीर्घात् सूतिस्तं हल् इत्यनेन अतः अजागर् एव. अतः अजगः अजागर् अजागः इति भवति करवसनविसर्जने इत्यनेन इति अस्ति. तर्हि अग्रे अजाग्रयोग जूस् अस्ति. जूस् इदानीं तत्तु अजाग्र लङ्गि जुस् इति सिजिभ्यश्च सिजभ्यस्तविदभ्यश्च इत्यनेन सिजभ्यस्तविधिभ्यश्च इत्यनेन नितः लस्य जेः जुस् इति इत्यनेन जुस् इति आदेशः भवति अजाग्रयोग जुस् अजाग्रयोग उः इदानीं जुषि च इत्यनेन जुषि इत्यनेन गुणः भवति अजागर् योग उः अजागरुः इति रूपम् ते अत्र नूतनसूत्राणि सन्ति हल् हल्नाभ्यो दीर्घात् श्रुतिसि प्रक्तं हल् अपि च जुषि च तर्हि हल्नाभ्यो दीर्घात् श्रुतिसि प्रक्तं हल् इति सूत्रं किं वदति इति वयम् अग्रे पठामः जि अत्र जुषि जुषि च इति सूत्रं इगन्त अङ्गम् अस्ति चेत् एव गुणः भवति खलु अत्र सूत्रेण इगन्तं कुत्र अस्ति अत्र जागृकार इगन्त अस्तु तर्हि सुमन् महोदय हल्नाभ्यो दीर्घासुतिसि पृक्तं हल् पठतु अस्तु महोदय श्रूयते आम् हल् हल् न्याभ्योः दीर्घात् सुति न श्रूयते महोदय इदानीम् अस्तु इदानीम् आम् अस्तु हल् न्याम् अभ्यो दीर्घात् सुति सुतिस्य प्रकृतं हल् इत्यनेन लङ्लकारे प्रथमपुरुषे सम्यकस्य प्रत्ययस्य लोपः तथैव च मध्यमपुरुषे स्वप्रत्ययस्य लोपः दीर्घ न्यन्ता न श्रूयते महोदय सम्यक् न श्रूयते अस्तु ममपि अहमपि अधिकध्वनि एव शृणोमि अधिकां ध्वनिमेव शृणोमि अस्तु इदानीं सम्यक् अस्ति पठामि हलन्तात् दीर्घन्यन्तात् दीर्घाबन्तात् च हलः लोपः अनेन प्रथमा विभक्तौ सु इत्यस्य सकार लोपः स लोपः लङि प्रथमपुरुषे त लोपः मध्यमपुरुषे स लोपश्च हरि ओम् श्रुणोति वा तस्मिन् समये न श्रोतुं शक्तवती इदानीं पठामि हल् न्यापः तेभ्यः हल् हल् न्याभ्यः अस्तु न श्रूयते जि मध्ये मध्ये भवत्याः ध्वनिः न्यूना भवति आं महोदय, मध्ये मध्ये किं भवति इत्युक्ते स्टाटिक् आगच्छति, इट् सौण्ड्स् लैक् स्टाटिक्. किमर्थं भवति भगिनी? सङ्गणकं मध्ये द्वारा पठितं वा? आं भगिनि, अस्ति एव. मम सङ्गणकमपि एतदेव क्लेशः अस्ति, अतः अहं न उपयोगं कुर्मः, उपयोगं करोति. दूरवाण्यां द्वारा आगच्छतु भगिनि. अहमपि दूरवाण्यामेव. यदा रघुपतयाचार्यमहोदय पठितवान् तदा अपि सः अपि सङ्गणकम् एव उपयोगं करोति इति अहं मन्ये. अस्तु अस्तु, पुनः सुमन् महोदय पुनः आरभतु. तत्र यत्र कुत्र अस्ति अपृक्तं कुचिति प्रक्तं, हा पठतु अग्रे. अस्तु, हल् न्याभ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, श्रुतिस्य प्रकृतं प्रथमान्तम्. प्रयोगे लुप्यते इति रूपविकारः. अनुवृत्ति सूत्रमस्ति गीता हल् न्याभ्यो स्तुतिसि अपकृतं हल् लुप्यते. तर्हि अत्र सूत्रं दीर्घमस्ति, तत्र हल् न्याभ्यो दीर्घात् श्रुतिसि पृक्तं हल्. तर्हि किं वदति? एव खलु, अत्र 6167 इति अस्ति, एव अष्टाध्यायी डाट् काम् मध्ये अस्ति. अस्तु, तर्हि हा, तर्हि अत्र हल् न्या हल् नि आप्. तर्हि हल् इत्युक्ते हलन्त, हलन्त किमपि अस्ति चेत्, अथवा दीर्घ न्यन्तात्. न्यन्तात् इत्युक्ते किम्? यत्र अन्ते नी प्रत्ययः अस्ति, स्त्रीलिङ्गप्रत्ययः अस्ति खलु नी प्रत्ययः, तर्हि तत्र नी प्रत्ययः अस्ति. अपि च दीर्घ आप् आपन्तात्, आप् अपि स्त्रीलिङ्गप्रत्ययः अस्ति. नाम यदि कोऽपि शब्दः अस्ति तस्य अन्ते हलन्त अस्ति, हल् वर्णः अस्ति, अथवा नी प्रत्ययः अस्ति, स्त्रीलिङ्गनी प्रत्ययः अस्ति, अथवा आप्रत्ययः स्त्रीलिङ्ग आप्रत्ययः अस्ति चेत् तस्य अनन्तरं सु नाम सु औजस् इति सुप्रत्ययानां सु इति प्रत्ययः अस्ति. अपि च तिप्तर्झि तिङ्प्रत्ययानां ति प्रत्ययः अस्ति, अपि च सि प्रत्ययः अस्ति. तेषाम् अपृक्त संज्ञकप्रत्ययस्य लोपः भवति. अपृक्त इत्युक्ते किं, कोऽपि जानाति वा? हा, एकः वर्णः एव. हा, तर्हि यथा लङ्लकारः अस्ति खलु, लङ्लकारः प्रथमपुरुष एकवचनप्रत्ययः अस्ति, इति अस्ति खलु. तर्हि वस्तुतः इति टिप् इति प्रत्ययस्य मूलप्रत्यय टिप् अस्ति खलु, ति मूलप्रत्यय ति अस्ति, तस्य स्थाने तकारः एव अवशिष्यते. तकारः एकः एव अल्वर्णः अस्ति, अतः सः अपृक्तप्रत्ययः अस्ति. तथैव सि गच्छति, सकारः एव तिष्ठति, तत्रापि एकः एव वर्णः अस्ति, अतः अपृक्त अस्ति. तर्हि तथैव सु मध्ये यथा सु औजस् अस्ति खलु, रामयोगः सु भवति, तर्हि केवलं सकारः अवशिष्यति, तदेव तदपि अपृक्त अस्ति. तर्हि सूत्रं वदति यदि हलन्तशब्दः अस्ति, अपि च नी प्रत्ययान्तशब्दः अस्ति, अपि च आप् अन्तात् शब्दः अस्ति, तस्य अनन्तरं यदि सु अथवा ति अथवा सि इति प्रत्ययानाम् अपृक्तसंज्ञकप्रत्ययः अस्ति चेत् तस्य प्रत्ययस्य लोपः भवति। अतः दीर्घात् हल्न्याभ्यो सूतीसि अपृक्तं हल् रूप्यते इति अस्ति इति सूत्रं वदति। हल्न्याभ्यो दीर्घात् सूतीसि अपृक्तं हल् इति एकं सूत्रमस्ति। तर्हि अतः पश्यतु जागृधातु अजाग्रयोगः त इति अस्ति खलु, लङ्लकारः प्रथमपुरुष एकवचने अजाग्रयोगः त। प्रथमं तु अत्र गुणकार्यं भवति, गुणकार्यं भवति खलु, यतोहि तिक् प्रत्ययः अस्ति। अतः अजागर्योगः त इति भवति, अजागर्योगः त। इदानीं पश्यतु अजागर् मध्ये हलन्त अस्ति खलु, रेफः हलन्त अस्ति, तस्य अनन्तरं तिप् प्रत्ययस्य अपृक्तसंज्ञकवर्णः प्रत्ययः त इति अस्ति। अतः हल्न्याभ्यो दीर्घसतिशप्रथमः इति सूत्रेण तकारस्य लोपः भवति, अजागर् इति भवति। अजागर् इति अस्ति, तदनन्तरं खरवसानयोः विसर्जनीय इति सूत्रेण पदान्तरेफस्य विसर्गः भवति, अजागः इति रूपं भवति इति अस्ति। तदेव आगच्छति वा? आं जि, सम्यक्। आं सम्यक् अस्ति महोदय। अस्तु, तदनन्तरं नूतनं सूत्रमस्ति जुषि च, जुषि च। तर्हि इदानीं विजयमहोदय पठतु जुषि च। जुषि च अजातौ जुषि परे इगन्ताङ्गस्य गुणः भवति। जुषि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं येन विधि तदन्तस्य इत्यस्य इगन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अङ्गान्तस्य युक्तः स्थाने गुणः आदेशः। इत्यस्याचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः मितोर्गुणः मितोर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः युको गुणवृद्धौ इति परिभाषासूत्रेण युकः स्थानि इकः स्थानि भवति। अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः अचि जुषि च। किं वदति सूत्रं तत्र? जुषि च इति जुषि परे इगन्त अङ्गस्य गुणः भवति, अतः जुषि परे इ गुणः भवति। अनन्तरं क्यस्याचि इति सूत्रेण अचि इत्यस्य अनुवृत्तिः मिदोर् गुणः इत्यस्मादपि गुणः भवति। अनन्तरं इको गुणवृद्धौ इति परिभाषासूत्रेण इकः इकः स्थानि भवति। तावदेव अत्र। तर्हि जुषि च इति सूत्रं वदति जुस् प्रत्ययपरे अस्ति चेत् इगन्त अङ्गस्य गुणः भवति। अस्य सूत्रस्य विशेषलेखनस्य महत्त्वं किं, प्रयोजनं किम्? क्षमितं महोदय, पुनः पृच्छतु। जुषि च इति सूत्रस्य लेखनस्य प्रयोजनं किं, किमर्थं सूत्रं पाणिनिना लिखितम्? रघुपति महोदय एकवारं डिस्कनेक्ट् कृत्वा पुनः आगच्छतु। अन्य कोऽपि वक्तुं शक्नोति वा? सार्वधातुकम् आश्रित्य ये तत्र कार्यं करोति वा? इगन्त अजादौ जुषि परे, तदेव अहं पृच्छामि। सार्वधातुक आर्धातुकयोः इति सूत्रमपि कार्यं कर्तुं शक्नोति न? पुनः किमर्थं लिखितं जुषि च? सामान्यसूत्रं सार्वधातुक आर्धातुकयोः इत्यनेन अपि गुणकार्यं भवितुं शक्नोति खलु। किन्तु तत्र सार्वधातुकम् अस्ति अपि च अपित् अस्ति, अतः कार्यं न भवति खलु। केन सूत्रेण? प्रथमं तु सार्वधातुक आर्धधातुकयोः सूत्रेण गुणस्य प्रसक्तिः अस्ति, अपि च सार्वधातुकम् अपित् निति च सूत्रद्वयं निषेधं कृतः. आम्, तर्हि अतः किम्? अतः इदानीं तु जुस् प्रत्यय अस्ति चेत् तत्र साधारणतया तु गुण न भवति. सत्यं. तर्हि जुसि च इति सूत्रं नास्ति चेत् जुस् प्रत्ययः अपि तस्ति, अतः नित्वत् भवति, अतः गिति च इति सूत्रेण गुणनिषेधः भवेत्. परन्तु तथा न भवतु, जुस् प्रत्ययः अस्ति चेत् गुणः सर्वदा भवेत् इति कारणात् पाणिनिना जुसि च इति सूत्रं लिखितं, येन पितस्ति अपितस्ति किमपि अस्ति, जुस् प्रत्ययः अस्ति चेत् गुणकार्यं करणीयम् तिगन्ताङ्गस्य. अतः नूतनसूत्रस्य आवश्यकता भवति जुसि च. तथा नास्ति चेत् अस्ति तत् किं महोदय? तत्र किम् अजादौ तत्र तदेव, तस्य वस्तुतः आवश्यकता नास्ति, यतोहि जूस् अजादि एव अस्ति. परन्तु अचीतस्य अनुवृत्तिः अस्ति, अतः तत्र अजादौ तस्य स्थापनं भवति. परन्तु सूत्रस्य अर्थस्य कृते अजादि इति पदस्य आवश्यकता नास्ति, यतोहि जूस् अजादि एव अस्ति खलु. आम्, तत्र जकारस्य लोपः भवति, अनन्तरं उस् अथवा उ एव तिष्ठति. तदेव, तत्र सूत्रस्य अर्थकृते तत्र आवश्यकता नास्ति. परन्तु तत्र अनुवृत्तिकारणेन तत्र अजादौ इति अचि इति लिखितमस्ति. अस्तु, सर्वे आगच्छन्ति वा? इदानीं किमस्ति, तदनन्तरम् उस् प्रत्ययस्य कृते अन्य अपि एकं सूत्रम् आसीत्, तस्य अत्र प्रसक्तिः नास्ति, परन्तु अन्य अपि एकं सूत्रम् अस्ति, कोऽपि अवगच्छति वा, स्मरति वा? उस्य पदान्तात्. उस्य पदान्तात्, उस्य पदान्तसूत्रं किं वदति महोदय? उस्थाने गुण पररूप एक पररूपम् आगच्छति. तर्हि अपदान्त अवर्णात् उस् प्रत्ययः आगच्छति चेत् पूर्वपदे उपयोगस्थाने पररूपं भवति, नाम गुण आद्गुणः इति सूत्रस्य अपवादः अस्ति इति. परन्तु अत्र तस्य आवश्यकता नास्ति, तस्य आवश्यकता कुत्र आसीत्? दरिद्राधातु मध्ये आसीत् खलु, अवगच्छन्ति वा? दरिद्रा मध्ये अपि उस् प्रत्ययः भवति लङ्लकार प्रथमपुरुषबहुवचने, दरिद्रायोगः उः, तत्र रूपं किं भवति? दरिद्रुः. तत्र उस्य पदान्तादि सूत्रं कार्यं करोति. अत्र सूत्रस्य आवश्यकता नास्ति, यतोहि अत्र अवर्ण नास्ति खलु, रेफ रीवर्णः अस्ति, रिकारः अस्ति, अजाग्र अवर्णः नास्ति, अतः उस्य पदान्तसूत्रस्य अत्र आवश्यकता नास्ति, परन्तु मनसि भवेत् इति अस्ति. अस्तु, तर्हि इति अस्ति जुसि च अपि च हल्न्याभ्यो दीर्घा चुतिसि प्रतिपम्. इदानीम् एकं विशेषसूत्रमस्ति, जाग्रो विचिन्नलिङ्सु, जाग्रो विचिन्नल्लिङ्स् जाग्र अविचिन्नल् णित्सु इति. तर्हि इदं सूत्रं मुख्यसूत्रमस्ति जागृधातु कृते, केवलं जागृधातु कृते एव सूत्रमस्ति, अतः सम्यक् रूपेण पठिष्यामः. मल्लनमहोदय पठतु जि. अत्र मिदेर्गुणः एतदपि इक् वर्णः अस्ति चेत् गुणः भवति. तत्र जुषि च इति सूत्रं मिदेर्गुणः तत्र किं कार्यं करोति? अत्र तादृशमेव, मिदेर्गुणः केवलम् अनुवृत्ति करोति, गुण इति शब्दस्य अनुवृत्ति मिदेर्गुणः इति सूत्रेण भवति, सूत्रात् भवति. तावदेव अत्र. अस्तु जि. जाग्रो चिन्न नित्सु, जाग्रधातोः गुणो भवति वि चिन् नल् यित् इत्येषां प्रत्ययानां पर्युदासे. वि इति प्रत्ययविशेषः, नित् चिन् इति लुङ्लकारस्य, नल् इति लिट् लकारस्य, इत् इत्यनेन इत् संज्ञकः नकारः यस्य श्रूयते आमां वि यत् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति चिन् नल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति अन्यत्र सर्वत्र गुणः भवति एव अचो निति निति च इत्यनयोः अपवादः वि च चिन् च नल् च नित् च तेषाम् इतरेतरद्वन्द्वः विचिन्नल् नितः न विचिन्नल् नितः अविचिन्नल् नितः तेषु अविचिन्नल् नित्सु जाग्रह षष्ट्यन्तम् अविचिन्नल् नितत्सु सप्तम्यन्तं नितेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जाग्रह गुणः अविचन् नल् इत्सु किं वदति जाग्रधातु कृते गुणः भवति यदि वि चिन् नल् ङित् ये ये प्रत्ययः भवति चेत् गुणः भवति इत्युक्ते तर्हि वि अथवा चिन् अथवा नल् अथवा णित् प्रत्ययः नास्ति चेत् जाग्रधातोः सर्वदा गुणः भवति इति अस्ति अवगच्छन्ति वा सर्वे हरि ओम् तर्हि वि प्रत्ययः अथवा चिन् प्रत्ययः अथवा नल् प्रत्ययः अथवा णित् प्रत्ययः नास्ति चेत् परे जाग्रह धातोः सर्वदा गुणः भवति इति जाग्रो विचिन्नलिङ्सु जाग्रह गुणः अविचिन्नल् लिङ्सु इति महोदय परिदास इत्युक्ते एते इत्युक्ते अभावे निषेध निषेधः परिदासे इत्युक्ते निषेधः नाम विचिन्नल् नित् इत्येषां प्रत्ययानाम् अभावे गुणः भवति अस्तु जि तर्हि इदानीं सूत्र अस्य सूत्रस्य विशेषप्रयोजनं किम् इति अग्रे पश्यामः तर्हि मल्लर् महोदय प्रथम उदाहरणं पठतु यत्र वृद्धिः भवति स्म यत्र वृद्धिः भवति स्म तत्र गुणः भवति जाग्र योगः निच् अचो निति इति प्रबाद्य जाग्रो विचिन्नल् नित्सु इत्यनेन गुणः जागर् योगः इ जागति इति निजन्तदातु जागरति अत्र निस् प्रत्ययः अस्ति चेत् वृद्धिः भवति जागृयोः निच् तत् प्रपाद्य एतत् सूत्रं सूत्रं कार्यं करोति जाग्रु जाग्रो विचिन्नल् नित्सु इत्यनेन गुणः भवति जागर् योगः हि जागरि इति भवति तर्हि यथा पश्यतु ची धातुः अस्ति खलु ची चयने ची धातुः अस्ति ची योगः णिच् इति अस्ति चेत् किं कार्यं भवति अजन्तधातुः अस्ति चेत् तस्य अनन्तरं णित् अथवा णित् प्रत्ययः अस्ति चेत् वृद्धिः भवति तर्हि ची तस्य चै चै इति भवति खलु चै तदनन्तरं तस्य रूपं भवति चाययति चाययति परन्तु जागृधातुः अस्ति चेत् यद्यपि जागृधातुः अजन्त अस्ति तस्य वृद्धिः न भवति अपि तु गुणकार्यं भवति किमर्थं यतोहि जाग्रो विचिन्नलिङ्गसु इति सूत्रेण जाग्रधातोः सर्वदा गुणं भवति. केवलं नित् केवलं विचिन्नल् नित् इति प्रत्ययानाम् अभावे. अत्र णिच् प्रत्ययः विचिन्नल् नित् इति प्रत्ययेषु न आगच्छति, अतः णिच् प्रत्ययः अस्ति चेत् गुणकार्यं भवति न तु वृद्धिः. अतः जागरीयोगः णिच् गुणकार्यं भूत्वा जागर्योगः इ जागरी धातु भवति, न तु जागारी इति अस्ति. एते प्रत्यये के महोदय वीचि चिन् नल् नित् ते के प्रत्ययः इत्युक्ते वी तु एकः विशेषप्रत्ययः अस्ति. चिन् इति लुङ् लकारे आगच्छति, चिन् चिन् लुङ् लकारे आगच्छति, लुङ् लकारे अस्ति. लुङ् लकारस्य विषये चिन् प्रत्ययः वयं पठिष्यामः. नल् इति लिट् लकारे आगच्छति, लिट् अस्ति खलु लिट् लकारे, नल् तत्र आगच्छति. नित् इत्युक्ते कोऽपि नित् प्रत्ययः. ओ अस्तु. तर्हि तिप् तस् झि मध्ये तस् इति नित् प्रत्ययः अस्ति खलु. आम् अपि तस्. तर्हि हा तर्हि तिप् तस् झि मध्ये जागरियोगः तस् मध्ये वस्तुतः न अपित् अस्ति, अतः तत्र णित्वत् अस्ति इति सार्वधातुकम् अपित् इति सूत्रे. णित्वत् भवति चेदपि न भवति किम्? णित्वत् णित्वत् न भवति चेत् तु न एव भवति खलु गुणकार्यम्. आं सत्यं, किन्तु अत्रापि तदेव तिष्ठति. आम् अत्र किं वदति, अत्र वदति यत् नित्प्रत्ययः अस्ति चेत् नित्प्रत्ययः नास्ति चेत् गुणः भवति, नित्प्रत्ययः अस्ति अस्ति चेत् तु सामान्यतया यत् निति च इति सूत्रेण गुणशील भवति तद् अत्रापि भवति इति. तत् किमर्थं नित्प्रत्ययः नास्ति चेत् साधारणतया गुण एव भवति खलु? आं तदेव न भवति खलु, नित्प्रत्ययः अस्ति चेत् गुणः न भवति खलु. तत्तु वयं सार्वधातुक अर्धधातुकयोः सार्वधातुकम् अपेत् अपि च निति च सूत्रेण ज्ञातुं शक्नुमः. तदेव वृद्धिं वारयितुम् अत्र चोणिति न निति च इति सूत्रं न अत्र निति च इति नास्ति, अत्र नित्प्रत्ययस्य कृते निति च इति सूत्रेण गुणवृद्धिः निषेधयति, अत्र अपि गुणवृद्धिः निषेधयति इति किमपि नास्ति. तद्विहाय सर्वत्र जागृधातु कृते गुणकार्यं भवति, यथा अतः अचोणिति अस्ति खलु. सामान्यतया अचोणिति इति सूत्रेण वृद्धिः भवेत्, परन्तु जागरणनित्य विचिन्ननित्सु इति सूत्रेण वृद्धिः न भूत्वा गुणः भवति, अतः अचोणिति इति सूत्रस्य अपवादः अस्ति इति जागरो विचिन्नलिङ्गसु. तदनन्तरम् अन्य उदाहरणमपि अस्ति, पठतु को अस्ति इदानीं, कोऽपि न पठति वा इदानीं पर्यन्तम्? अस्तु, एतत्तु वृद्धि बाधकसूत्रम् अस्ति, नो चेत् चिन् अस्ति नल् अस्ति चेत् तत्रापि वृद्धिः भवति. चिन् नल् हा अत्रापि वृद्धिः भवति, तदपि बाधितम् अस्ति इदानीं. चिन् अस्ति चेत् इदानीमपि वृद्धिः भवति अचोणिति इति सूत्रेण, नल् अस्ति चेत् इदानीमपि वृद्धिः भवति अचोणिति सूत्रेण, नित् अस्ति चेत् इदानीम् अपि गुणकार्यं न भवति निति च सूत्रेण, अन्य सर्वत्र गुणकार्यं भवति इति अस्ति. तर्हि साधारणतया वि प्रत्ययः अस्ति चेत् किं भवति? साधारणतया वि प्रत्ययः अस्ति चेत् वि प्रत्ययः तु सामान्यतया आर्धधातुकः अस्ति, कित्नित् नास्ति, अतः गुणं भवति एव. तत्र वि प्रत्ययस्य कृते विशेषकार्यम् अस्ति न वा इति द्रष्टव्यं, परन्तु इदानीं पर्यन्तं मया कुत्रापि वि प्रत्ययः न पठितम् इदानीं पर्यन्तं. वि इति सर्वापहरी वा इकारलोपः भवति? वाय् अनन्तं लोपः भवति इव उदाहरणं दातुं शक्नोति न तत्रैव अहं वदामि विप्रत्ययः कुत्रापि न पठितम् इदानीं न तु कस्मिन्नपि लकारे न पठितं मया तर्हि प्रत्ययः कोऽपि विशेषप्रत्ययः अस्ति इति चिन्तयामि पश्यामि कोऽपि अस्ति चेत् कुत्रापि अस्ति चेत् दृष्ट्वा वदामि अस्तु तर्हि एकमस्ति अतः मम प्रश्नः अस्ति एतत् सूत्रं किमर्थं वि इति विषये न जानामि किन्तु चिन् नुल् चिन् नल् नो चेत् लित् अस्ति चेत् वृद्धिघातकम् इति किमर्थं न वदति किं पुनः वदतु नित् प्रत्यय इत्युक्ते नकार मूर्धन्य नकारस्य इत्संज्ञा भवति चेत् तत्र वृद्धि बाधितम् अस्ति इति न वदति न सूत्रं वदति यत् जागृधातु यदस्ति तत्र सामान्यतया सर्वत्र गुणः करणीयः परन्तु केवलं वि किं नल् नित् प्रत्ययानां विषये न करणीयः इति अस्ति यत्र कुत्रापि जागृधातुः आगच्छति तत्र तत्र तस्य गुणः करणीयः एव किन्तु केवलं चतुर्षु स्थानेषु न करणीयः इत्युक्ते कित् अस्ति चेत् अपि गुणः करणीयं किं सत्यम् अस्तु तदेव अग्रे उदाहरणमस्ति सामान्यतया कित् कित् प्रत्ययः अस्ति चेत् निति च इति सूत्रेण गुणः न भवति खलु सत्यं तव तु प्रत्यय त्वा प्रत्यय तत्र गुणः न भवति परन्तु जागरीकृते अग्रे नित् कित् प्रत्ययः अस्ति चेत् निति च सूत्रं प्रबाध्य गुणः भवति अस्तु तदेव अग्रे उदाहरणमस्ति भवती एव पठतु यत्र कित्वात् गुणनिषेधः भवति स्म तत्र गुणः भवति पठतु यत्र यत्र कित्वात् गुणनिषेधः भवति स्म तत्र अगुणः भवति जागृ योग तत्र निति च इति प्रबाध्य जाग्रो इत्यनेन गुणः भवति जागृ भवति जागृयोग पुनः वदतु महोदय भवत्या ध्वनिः गच्छति इत्यनेन गुणः भवति जागर् योग त भवति तत् आर्धधातुक आर्धधातुक कस्य क्षम्यताम् आर्धातुकस्य इड् बलादेः आर्धधातुकस्य ईद् वलादेः इत्यनेन आर्धधातुक प्रत्ययस्य आदौ वल् प्रत्याहार अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति जागर् योग योग सामान्यतया सामान्यतया जागृयोगः प्त मध्ये गुणकार्यं न भवति किमर्थं न भवति कित् अस्ति अतः आर्धधातुकप्रत्यय अस्ति अपि च कित् अस्ति कित् अस्ति अतः निति च इति सूत्रेण गुणनिषेधः भवेत् परन्तु जाग्रो विचिन्नलिङ्ग् इति सूत्रं वदति न जागृकृते गुणः भवति अतः जागरी जागरीतः इति गुण कृत्वा जागरितः इति रूपं भवति अतः उपरि लिखितमस्ति अचो निति निति च इति सूत्रयोः अपवादः अस्ति जाग्रो विचिन्नलिङ्गे अस्तु अस्तु निति च इति सम्पूर्ण भागस्य अपवादः नास्ति खलु नित् अस्ति चेत् तत्र निति च इति एव कार्यं करोति अस्तु अवगच्छन्ति वा सर्वे सूत्रं किं वदति नाम सूत्रं वदति यत्र कुत्रापि जागृधातुः अस्ति गुणः करोतु किन्तु केवलं वि चिन् नल् नित् प्रत्ययेषु कृते मा करोतु तेषां प्रत्ययानां कृते तेषां तेषां प्रत्ययानां यत् सामान्यकार्यम् अस्ति तदेव करोतु नाम नल् अस्ति चेत् वृद्धिः, चिन् अस्ति चेत् वृद्धिः, नित् अस्ति चेत् गुणनिषेधः इति. सेत् धातु अस्ति किम्? आम् अनेकाचित् सेट् भवति सर्वदा. सत्यम्, अनेकाच् धातुः अस्ति खलु, अनेकाच् सर्वे धातवः सेट् आसन्. अस्तु, तर्हि इदानीम् एकमेव अस्ति. इदानीं प्रश्नः आगच्छति, जागृयोगः तिप् अस्ति खलु, जागृयोगः तिप्, अत्र तु गुणकार्यं भवति, अत्र गुणकार्यं केन सूत्रेण भवति? सार्वधातुक आर्धातुकयोः इति सूत्रेण अपि गुणकार्यं भवति, अपि च जागरो विचिन्नलिङ्क्सु इति सूत्रेण अपि गुणकार्यं भवति. तर्हि वस्तुतः केन सूत्रेण गुणकार्यं भवति इति कोऽपि वक्तुं शक्नोति वा? तृतीय इत्यनेन भवति महोदय, जागर विचिन्नसु विचिन्नलिङ्क्सु इत्यनेन परसूत्रम् किन्तु अत्र कार्यं न करोति चेत् अत्र निरवकाशः भवति खलु? न न, निरवकाशः न भवति. किमर्थम्? प्रतिपदोक्तत्वात् वा महोदय? न, अत्र तुल्यबलविरोधः नास्ति खलु, नाम उभे सूत्रे वदतः यद् गुणकार्यं करोतु, परन्तु केन सूत्रेण वस्तुतः गुणकार्यं भवति इति प्रश्नः अस्ति. तर्हि यथा रघुपतिमहोदय वदति, जागरो विचिन्न लिङ्क्सु इति सूत्रेण एव गुणकार्यं भवति, न तु सार्वधातुकार्धातुकयोः. किमर्थं? प्रतिपदोक्तं. सः प्रथम आगच्छति, यदा तस्य नाम वदति सः आगच्छति. तर्हि अत्र सूत्रे साक्षात् जागर इति लिखितमस्ति खलु? तर्हि यत्र साक्षात् नाम्ना किमपि लिखितमस्ति तेन एव सूत्रेण कार्यं करणीयं, प्रतिपदोक्तम् इति उच्यते. यथा यथा इनो यण् अस्ति, तत्र इन् धातु कृते यण् भवति, तत्र उक्तवान् भवान्, तदपि प्रतिपदोक्तमस्ति. तथैव अत्रापि जागरो उच्चिन्न लिङ्क्सु इति सूत्रे जागर लिङ्क्षिष लिखितमस्ति, अतः यत्र कुत्रापि गुणः भवति तत्र तत्र एतेन एव सूत्रेण गुणः भवति, न तु सार्वधातुक आधातुकयोः इति सूत्रेण. यद्यपि सार्वधातुक आधातुकयोः इति सूत्रमपि वदति गुणकरोतु, परन्तु गुणः जागरोचिन्तसूत्रेण एव भवति इति. सार्वधातुक आर्धधातुकयोः प्रबाद्य एतत् सूत्रं कार्यं करोति, जागरो विचिन्न. उभयोः फलं समानम् अस्ति, परन्तु यदि कोऽपि पृच्छति केन सूत्रेण गुणः भवति, तर्हि जागरविचिन्न लिङ्क्सु. अस्तु इति अस्ति. तर्हि इदानीं जागृधातु कृते सर्वे ये नूतनकार्याणि सन्ति इति अस्माभिः पठितम्, इदानीं जागृधातोः रूपाणि कुर्मः. तर्हि अरुणा महोदय, जागृधातु परस्मैपदी अस्ति, लट् लकार करोतु, लट् लकार. महोदय, जागृधातु योगः टिप् प्रथमपुरुषे एकवचनं, पकारः हलन्तम् इत्युक्ते बद्धति एव अवतिष्ठति, जागृति अलादिपि तत्ति ततः गुणः भवति, जागर् योगः अस्ति जागर्ति इति भवति सार्वधातुक आर्धधातुकयोः सूत्रेण. जागरो विच्छिन्नं सूत्रेण प्रतिपदोक्तत्वात्. अस्तु अग्रे श्रीवचनं. जागृयोगः तः अजादि हलादि अपि अस्ति, गुणः भवति जागृतः. केन सूत्रेण गुणनिषेधः भवति? नित् अस्ति, सार्वधातुकमपि अस्ति, अतः सार्वधातुकमपि अपि च नित् च इति सूत्रेण नीति च सामान्यतया जागृतः इति भवति. अग्रे अत्र अपि तदेव सूत्रेण गुणनिषेधः भवति खलु, जागरो विच्छिन्न लिङ्क्सु. न न, जागरो विच्छिन्न लिङ्क्सु वदति यत् नित् नास्ति चेत् नित् नास्ति चेत् जागरः गुणः भवति, परन्तु नित् अस्ति चेत् किं कार्यं भवति सूत्रं न वदति खलु? ओ अस्तु अस्तु अस्तु, नित् अस्ति चेत् किं कार्यं करणीयम् इति तु नीति च वदति. तर्हि जागृतः अग्रे जागृ हज्जि अत्र शिक्षा सूत्रं कार्यं करोति महोदय किं सूत्रं जुषि च जुषि च तु नित् लकारे अस्ति अत्र लट् लकारः अस्ति खलु प्रथमतः तु झी स्थाने किं भवति सामान्यतया अन्त जा स्थाने अन्त आगच्छति जोन्त केन सूत्रेण जोन्त परन्तु अत्र किं भवति अदभ्यस्तात् इति सूत्रेण जागृ अभ्यस्त अस्ति खलु जक्षित्यादयः षट् अभ्यस्तम् इति सूत्रेण जागृ अभ्यस्त अस्ति अतः झी स्थाने अति भवति अतः प्रत्ययः अन्ति नास्ति अपि तु अति अस्ति इदानीं करोतु जागृयोगः अति किं भवति अत्र यदापि अस्ति ततः सार्वधातुकः न भवति जागर् जागर्ति भवति महोदय केन सूत्रेण निखोयन् इति सूत्रेण जागृति सामान्यसन्धिकार्यं जागृयोः सिप् अपित् अस्ति ततः न भवति केन सूत्रेण जागृ विचिन्न लिङ्क्सु सूत्रेण गुण भवति जागर्ति भवति जागर्षि केन सूत्रेण आदेशप्रत्ययोः इति सूत्रेण शकार नूतनशकार आगच्छति आदेशप्रत्ययसूत्रं तस्य निमित्तं किम् इग् वर्णः अस्ति चेत् इन् अपि च कवर् अत्र इण् मध्ये इ उ रि रि हयवरड् लण्ड् ततः गच्छति हयवर अपि अस्ति खलु सत्यम् अग्रे जागृयोगः अपित् अस्ति हलादि अपित् अस्ति जागृतः कर्वसान्ये विसर्जने सकारार्थाने विसर्ग आगच्छति जागृत इति बहुवचनरूपं जागृयोगः निप् अत्रापि गुणकार्यमस्ति जाग्रो विचिन्नल् इति सूत्रेण जागर्मि जागृयोगः जागृवः जागृमः सत्यं बहु समीचीनम् अस्ति जागर्ति जागृतः जागृति जागर्षि जागृतः जागृतः जागर्मि जागृवः जागृमः अस्ति रघुपति महोदय लोट् महोदय लोट् न श्रूयते वा महोदय श्रूयते वा आम् हा जागृयोगः तु इदानीं पित् अस्ति अतः गुणः भवति सार्वत्र इत्यनेन भवितुमर्हति परन्तु प्रतिपदोक्तत्वात् जाग्रो विचिन्नलिङ्गसु इत्यनेन गुणः भवति अथवा अतः जागर्तु इति जागर्तु इति अग्रे जागृयोगतात् अपित् अस्ति अथवा णित्वत् कार्यं करोति अतः गुणः न भवति जागृतात् इति भवति जागृयोगताम् इति अस्ति अपित् अस्ति अतः अविच्य तत्र गुणः न भवति णित्वत् अस्ति अतः जागृताम् इदानीम् अतु इति भवेत् अत्र अतु इति अदभ्यस्तात् अतु इति जागृयोगात् अत्र अत्र गुणः न भवति क्षम्यताम् अत्र अपित् अस्ति अतः यणसन्धि इदानीम् अत्र जागर् यणसन्धि जागृत् जागृतु इति कारस्थाने रकार अस्तु इदानीं जागृयोग हि अस्ति अस्तु जागृयोग हि अत्रापि णित् अस्ति अतः गुणः न भवति जागृहि अपि च जागृतात् अग्रे अग्रे अपि अपित् अस्ति णित्वत् कार्यं करोति जागृतं जागृता इदानीं जागृयोग आनि अत्र गुणः भवति अपित् अस्ति अतः इदानीं नूतनसूत्रमस्ति वयं पठितवन्तः जागृ जाग्रे विच्छिन्नलिङ्गसु इत्यनेन एव गुणः भवति न तु सादत्कादत्कयोः इत्यनेन अतः तत्र जागराणि अर् इति भवति जागराणि जागराव जागराम इति रूपाणि मूर्धन्येन कारः अस्ति खलु जागराणि आमाम् आम् जागराणि जागराणि इति भवति क्षम्यतां जागराणि जागराव जागराम इति रूपम् जागर्तु जागृत् जागर्तु जागृतात् जागृतां जागृतु जागृः जागृतात् जागृतं जागृत जागराणि जागराव जागराम अस्तु समीचीनम् अग्रे विजया महोदय लङ् विजयमहोदय अस्ति वा अहं वदन् अस्मि अस्तु ता ताम् अन् स तं त अं व म इति पुनवदतु अस्तु अस्तु सिद्धप्रत्यय पुनवदतु सिद्धप्रत्ययः ता तम् अन् अन् अस्ति वा तत्र केन सूत्रेण द्वे अस्ति खलु जूस् केन सूत्रेण न झेर् जूस् इदानीमेव एकनिमिषं झेर् जूस् न एकनिमिषं जूसि एकनिमिषं केन सूत्रेण झी स्थाने जूस् भवति लङ्लकारे एकनिमिषः अस्ति अतः सूत्रेण लङ्स्थाने अन्न भवति उः तर्हि अस्तु जि अग्रे इदानीं करोतु एकनिमिषम् प्रथमं सर्वत्र लङ् लुङ् लङ् ऋङ्षु अडुदातः इति सूत्रेण सर्वत्र अडागमः भवति अनन्तरं सा अस्ति जागृ जागृ इति अस्ति परन्तु तत्र गुणकार्यं भवति जागृ जागृ विचिन्नल् निङ्स्तु इति सूत्रेण गुणकार्यं भवति अनन्तरं गुणकार्यं भूत्वा अजादानयोर् विसर्जनीयः इति सूत्रेण अजागः इति भवति. अजागर् अजागर् युगत्वम् अस्ति खलु. अजागर् प्रथमम् आगच्छति, अनन्तरम् अजागर् तत्र अपृत्य एकाल् प्रति इति सूत्रेण तत्र सूत्रं न न न हल्ग्याभ्यो दीर्घात् एतत् सूत्रम् आगच्छति. तत्र सूत्रं किं वदति? तत्र तासि एतत् सर्वं लुप्तं भवति खलु जि. न अभ्यस्तम् अभ्यस्तम् इति अभ्यस्त इति किमपि नास्ति. अजागर् योगः इदानीम् अजागर् योगः ता इति अस्ति. अजागर् अजागर् इति हलन्तमस्ति खलु. तस्य अनन्तरं सकारः यत् अस्ति तत् पि प्रत्ययस्य अवयवः अस्ति, अपृक्त अवयवः अस्ति. अतः तत् तु लुप्तं भवति खलु. अतः लोपः भवति. लोपः भवति तत्र. अनन्तरं करावसानयोर् विसर्जनीयः इति सूत्रेण विसर्गः भवति. अतः अन्तिमरूपं किम्? अजागः. सत्यम् अजागः. अस्तु अग्रे द्विवचनम्. अनन्तरं तत्र अपि जागृ इति अस्ति आयोजनेन अजागृ इति अस्ति. अनन्तरं ताम् इति अस्ति अतः तत्र अजागृताम् इति अस्ति खलु. अग्रे अनन्तरम् अजागृः इति अस्ति तत्र अजागुरुः इति अस्ति. अजागुरुः रूपं भवति प्रथमं तु अजागरयोगः उः अस्ति. प्रथमतया किं भवति? उः इति अस्ति तत्र उः अन्तिमवर्णः करावसानयोर् विसर्जनीयः इति सूत्रेण उः आगच्छति. अजागृः एव वर्णमेलनमेव. अजागर् इति अस्ति न अजागर् वर्णमेलनं नास्ति. न पुनः वदतु. उस् प्रत्ययः परे अस्ति चेत् किं भवति इगन्ताङ्गस्य? किं भवति तत्र? प्रथमं गुणः भवति खलु जि. एतत् केन सूत्रेण? इदानीमेव तत्र जुसि च एकनिमिष जुसि च इगन्त अङ्गम् अस्ति चेत् जुस् प्रत्यये परे अतः अजागर् योगः उः गुणः एक अतः वर्णमेलनमेव अन्तिमरूपं वर्णमेलनमेव अजागरुः अजागरुः इति भवति. अजागरुः अजागृः न भवति. इकोणचि सूत्रं कार्यं न करोति. अजागरुः अजागरुः इति भवति. अग्रे अनन्तरं पूर्वम् एव दृष्टवन्तः तत्र तत्र मध्यमपुरुषे एकवचनं तादृशमेव अस्ति. अपृष्टे एकाल् अस्ति. प्रथमम् अजागर् इति अस्ति. जागरचिन्नल् अनन्तरं तत्र अल्ग्याभ्यो दीर्घात् इति सूत्रेण सकारस्य लोपः भवति खलु जि. अनन्तरं लोपः अस्ति चेत् तत्र मध्यमपुरुषेकवचनं सकारस्य स्थाने करावसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति अजागः इति. सम्यक् वा? सत्यम् अजागः. अनन्तरम् अजागः इति अस्ति सकारस्य लोपम् अजागर् करावसाने विसर्जनीय इति सूत्रेण अजागः. मध्यमपुरुषः अपि तादृशम् अग्रे. अनन्तरम् अजागृतम् इति अस्ति योजनेन योगः जागृ योगः तम् अस्ति मेलनमेव अत्र अजागृतम् इति अस्ति. अनन्तरम् अजागृ जागृ अस्ति आयोजनेन आयोगः जागृयोगः ता अनन्त अजागृत इति अस्ति. अनन्तरं लङ् किमस्ति अत्र अत्रापि जागृ विच्छिन्न निङ्क्षु इति कार्यं करोति गुणः भूत्वा अजागर तत्र अजागर् इति अस्ति. अनन्तरम् अम् योजनेन अजागरम् इति अस्ति तावदेव खलु अत्र. अनन्तरम् अजागृ योगः जागृयोगः वा अजागृ वा इति अस्ति तादृशमेव उत्तमपुरुष बहुवचनमपि अजागृम इति अस्ति. आहत्य अजागः अजागृताम् अजागृः अजागः अजागृतम् अजागृत अजाग्रम् अजागृव अजागृम इति आहत्य अस्ति. सम्यक् अस्तु. इदानीम् अन्तिमं मलर महोदय विधिलिङ्ग. आम् महोदय, अत्र सर्वत्र हलादि अपित् अस्ति अतः जागृयोगः यात् जागृयात् जागृयातां जागृः जागृयाः जागृयाता जागृयात् जागृयां जागृयाम जागृ जागृयाव जागृयाम जागृया जागृयातां जागृ केवलं वर्णमेलनम्. अस्तु तर्हि इदानीम् अदादिगणस्य अजादिधातूनां कृते अस्माकं चर्चा समाप्ता. सार्धातुकलकारेषु नाम लट् लोट् लङ् विधिलिङ् इत्येषु लकारेषु अदादिगण अजन्तधातूनां कार्यं कथं भवति इति अस्माभिः दृष्टम्. हलन्तधातूनां कार्यं कथं भवति तस्मात् प्राक् हल् सन्धिः कथं भवति इति द्रष्टव्यम्, अतः तद् अनन्तरं कुर्मः. परन्तु अजन्तधातूनां कार्यं कथं भवति इति अस्माभिः पठितं. कस्यापि प्रश्नः अस्ति वा? जि नूतन सूत्रम् आगच्छति चेत् सर्वत्र किञ्चित् क्लेशः अस्ति खलु. एतत् सार्वधातुक अर्धधातुको अस्ति, इको एनच् अस्ति, अनन्तरं जागृ विचिन्नल् निक्सु एतदपि अस्ति. तत्र वारं पुनः अभ्यासं करणीयम्, अभ्यासः करणीयः. तत्र एतत् किञ्चित् धातुतः एव प्रयोजनं कुर्मः खलु. आम् सत्यं, तत्र एव क्लेशः. एकधातु कृते एकसूत्रम् इति अस्ति. परन्तु बहवः एतादृशः बहवः सूत्राणि न सन्ति, बहूनि सूत्राणि न सन्ति. सामान्यतया तु सामान्यसूत्राणि एव कार्यं कुर्वन्ति. कुत्रचित् तु नूतनसूत्रम् आगच्छति, तत्र प्रतिपदोक्तत्वात् तदेव कार्यं करोति इति. एतत् सूत्रम् अस्ति अपि युको एनचि कार्यं करोति खलु. किं जागृ विचिन्नल् निङ्क्षु अपि अस्ति, परन्तु अन्तिमस्थाने युको एनचि अपि कार्यं करोति. पुरातन युको एनचि अपि आगच्छति. कुत्रचित् युको एनचि अपि आगच्छति, तदेव तत्तु अस्ति. यथा यथा यथा यत्र यत्र कार्यं करणीयं तत्र तत्र कार्यं भवति. अस्तु, इदानीम् अग्रिमवर्गे जुहोत्यादिगणम् आरभामहे। जुहोत्यादिगणे प्रथमतया तु मुख्यकार्यमस्ति तद् द्वित्वं कथं करणीयम्। जुहोत्यादिगणे श्लू इति अस्ति खलु, श्लू विकरणप्रत्ययः, श्लू इत्यनेन मुख्यकार्यं किं भवति, प्रत्यय शप्रत्ययस्य लोपः तु भवति परन्तु श्लू इत्यनेन द्वित्वं भवति, द्वित्वं भवति, अतः द्वित्वं कथं करणीयम् इति प्रथमकार्यमस्ति। नाम पट् धातु अस्ति, न पट् न, अपि तु भी, भी धातु अथवा दा धातु अस्ति, तत्र भी धातु अस्ति, दा धातु अस्ति, तस्य द्वित्वं कथं करणीयम्, दा धातोः द्वित्वं कृत्वा ददा कथं भवति, अथवा भी धातोः द्वित्वं कृत्वा बिभी कथं भवति, तेषां कृते कार्याणि कानि, तेषां कृते सूत्राणि कानि इति वयम् इदानीम् अग्रिमवर्गे पश्यामः। ज्योत्यादिगणम् आरभामहे अग्रिमसप्ताहे। तर्हि अस्तु, इदानीं समयः किञ्चित् शीघ्रमेव समापयामः। अत्र मम प्रश्नः अस्ति, अर्धघण्टा पूर्वं यदि वयं वर्गः आरभामहे चेत् कस्यापि क्लेशः भवति वा? क्लेशः नास्ति, अष्टवादने अष्टवादने, परन्तु तत्र सार्धसप्तवादने वा? हा, अतः इण्डिया टैम् प्रमाणे 7:30 PM टु 9 PM इति कुर्मः चेत् कस्यापि क्लेशः भवति वा? क्लेशः इण्डिया मध्ये वसामि अतः क्लेशः नास्ति। रघुपति महोदय, क्लेशः अस्ति वा? 15 निमिष किञ्चित् अनन्तरं करोति चेत्, मम तु सार्धसप्तवादनपर्यन्तम् एकः वर्गः अस्ति, अतः ओ 7:30 पर्यन्तमेव अस्ति खलु? आमां, तत्र किञ्चित् एकम् अस्तु अस्तु अस्तु महोदय, आगच्छामि। अन्य कस्यापि प्रश्न क्लेशः अस्ति वा? इत्युक्ते US टैम्स् अत्र पेसिफिक् टैम् 7 AM इन् द मार्निङ्ग्। आम् अस्तु, अस्तु, तर्हि अग्रिमवर्गे जी विजय भगिन्याः अस्वस्था अस्ति अतः अस्तु न आगतवती। मीना महोदय, कस्यापि क्लेशः अस्ति तत्र परिवारे, अतः सा अपि न आगच्छति। इदानीम् अहं भारते अस्मि, जानामि कथमस्ति जयपुर। आम् अस्ति, इदानीम् अहं क्वारण्टैन् मध्ये अस्मि, सेल्फ् क्वारण्टैन्। फार् 7 डेस् नो, फार् 7 डेस् आर् 14 डेस्? 14 डेस् अस्ति, परन्तु फस्ट् 7 डेस् क्रिटिकल् सन्ति खलु, हा गृहे एव अस्मि। आं सर्वत्र एव बेड् अस्ति, अत्र अहं दिल्ली एर्पोर्ट् मध्ये आगच्छामि खलु तत्र आगच्छामि खलु, तत्रापि बहु स्थितिः सम्यक् नास्ति। मम सम्बन्धिनः मृत्युः अभवत् अद्य, एर् इण्डिया फ्लैट् नीतवान् किं फ्रम् सान् फ्रान्सिस्को टु डेल्ली, युनैटेड्। ओ युनैटेड् वा, अस्तु, युनैटेड् अपि गच्छति आगच्छति। ऐ थाट् युनैटेड् इस् ओन्लि सान् फ्रान्सिस्को बेङ्ग्लोर्, न न, सान् फ्रान्सिस्को डेल्लि अपि अस्ति। ओ महोदय, तदनन्तरम् अन्यस्थाने गच्छामि। No, but then by the time you kind of are out of quarantine, you'll be leaving home. Yeah. So you've got your location in Bangalore? Not yet.